अस्तु, तर्हि इदानीं गीतासोपानपुस्तकस्य द्वितीयभागस्य एकादशपाठः तत्र अन्तिमचरणे अस्ति. तत्र एकादशस्य पाठस्य अन्तिमे पुटे स्मः. तत्र अन्तिमपुटः कः इति महोदय वदतु? षट्सप्ततितमः पुटः अथवा षट्सप्ततः पुटः. बहु समीचीनमस्ति. तत्र सुभाषितम् अस्माभिः पठितुं गते सप्ताहे, ततः उपरि तत्र केचन श्लोकाः सन्ति. तस्य कियान् लाभः अस्ति इति प्राय तत्र केवलं पूर्णप्रत्ययान्तरूपाणि सन्ति, तत्र किमपि नास्ति द्वितीयं तृतीयम्. अस्तु, एकवारं पठतु महोदय. अस्तु महोदय. एतत् गणेशस्तोत्रम् उच्चैः पठत अत्र प्रयुक्तानि पूर्णप्रत्ययान्तरूपाणि च जानीत. प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं, तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं, लम्बोदरं पञ्चमं च षष्ठं विकटमेव च, सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकं, नवमं भालचन्द्रं च दशमं तु विनायकम्, एकादशं गणपतिं द्वादशं तु गजाननं, द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः न च विघ्नभयं तस्य सर्वसिद्धिकरं परम्. अत्र अस्माकं पाठदृष्ट्या किमपि नूतनं नास्ति. द्वितीयं तृतीयं चतुर्थम् इत्यादिकम् अस्ति. अतः अधिकलाभदायकं नास्ति. केवलं प्रदर्शनार्थम् एतादृश प्रयोगः बहुत्र भवति, किन्तु वयं तु जानीमः खलु. तत्र अग्रे श्लोकः अस्ति. मीना भगिनी पठति वा गीताश्लोकं? प्रथमे गीताश्लोकम् ओके. जीवनस्य प्रथमे भागे न तद् न एतत् सुभाषितं न सुभाषितं न तत् अधोभागे तत्र अधिष्ठानं तथा कर्त करणं च पृथग्विधं विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम्. अत्र पुनः पञ्चम अनेन को लाभः अस्ति? श्लोकस्तु अस्ति किन्तु अस्तु, अधिष्ठानं तथा कर्ता करणं च पृथक् विधम्. अत्र मीना भगिनी अवगच्छति वा? विविध नावगच्छामि. विविध पञ्चमं किं नाम क्रियायाः तत्त्वं भवति खलु. तत्त्वानि सन्ति पञ्चतत्त्वानि सन्ति क्रियार्थं. तत्र अधिष्ठानं नाम शरीरं, तथा कर्ता नाम यः करोति सः, करणम् इति इन्द्रियाणि पृथक् विधानि सन्ति. तत्र भिन्नभिन्न इन्द्रियाणि सन्ति खलु, अतः करणम् इन्द्रियं पृथक् विधम् अस्ति. अधिष्ठानं शरीरं, कर्ता यः करोति, करणम् इति इन्द्रियं पृथक् विधम् अस्ति, विविधाश्च पृथक् चेष्टाः. यत्र क्रिया भवति तत्र चेष्टा तु भवति एव, प्रयासस्तु भवति यत्र चेष्टा अस्ति न वा? चेष्टा अस्ति, तत्र भिन्नभिन्नप्रकारकाः चेष्टाः सन्ति इति कृत्वा विधाः च पृथक् चेष्टाः. अनन्तरं दैवं च एव अत्र पञ्चमं तत्त्वं, पञ्चमं तत्त्वं दैवं. पञ्चतत्त्वानि सन्ति तत्र, पञ्चममस्ति दैवं. अस्तु, अग्रे नताशा भगिनी, तत्र सूक्तिः. वज्रादपिः वीराणां चित्तरत्नमखण्डितम्. वज्रमिति जानाति वा? आं महोदय. तर्हि सूक्तेः अर्थं वदति वा? वज्रात् इति का विभक्तिः? प्रतिध्वनिः किमर्थमस्ति अत्र? कस्यचित् स्पीकर् फोन् अस्ति वा? स्पीकर् फोन् नास्ति. अन्य कोऽपि आगतो वा? पुष्पा भगिनि. महोदय, न जानामि. वज्र वज्रं जानाति खलु? वज्रम् इन्द्रस्य शस्त्रम्. अस्तु, किन्तु यत् यत् कठोरमस्ति तद् वज्रमस्ति तदपि. आं महोदय. वज्रात् अपि, वज्रात् इति अस्य का विभक्तिः? वज्रात् पञ्चमी विभक्ति. तु वज्रात् इति पञ्चमी कस्मिन् अर्थे इति चेत् सामान्यपञ्चमी इति नास्ति अत्र, अपेक्षया इति अर्थः. अस्य अपेक्षया तत् समीचीनम् इति वदामः खलु. अमुकस्य अपेक्षया अन्यत् समीचीनमस्ति, अन्यत् बृहत् अस्ति, यत्र तुलना क्रियते, तुलना. तत्र पञ्चमी भवति. तर्हि वज्रस्य अपेक्षया इत्यस्मिन् अर्थे वज्रात् अपि, अपि इति वज्रात् इति वज्रात् इति तुलना इति अर्थः पञ्चमी. वज्रस्य अपेक्षया अपि वीराणां, का विभक्तिः? वीराणां षष्ठी महोदय. वचनं, बहुवचनम्. अस्तु, वज्रादपि हि वीराणाम्. अनन्तरं चित्तरत्न रत्नं खण्डितम्. अखण्डितम्, अखण्डितम्, रत्नम् अखण्डितम्. अस्तु, चित्तरत्नम् अखण्डितं. चित्तरत्नं किं महोदय? चित्तरत्नं जानाति खलु? रत्नं जानामि, चित्त अपि जानामि, किन्तु चित्तरत्नम् अहं न अवगच्छामि. प्रायः तत् तादृशं तत्त्वं रत्नमिव, यथा अखण्डितमस्ति, यथा अखण्डितमस्ति रत्नं, तत्र वज्रः तत्र वज्रस्य खण्डनं भवति वा? यावत् शक्ति, यावत् शक्तिशाली अस्ति वज्रं, तस्य अपेक्षया वीराणां यत् अखण्डितत्वमस्ति तत् अधिकमस्ति. चित्तरत्नम् इव अखण्डितम्, यथा रत्नम् अखण्डितं न भवति, तथा वीराणामपि, नाम बहु शक्तिशालिनः वीराः. आम् महोदय. चित्त अर्थं किम् इदानीम्? अत्र अधिकस्पष्टता नास्ति, किन्तु चित्तरत्नं तत्र रत्नस्य तत्त्वम् एवं किमपि स्यात्, किन्तु सारांशः अस्ति यत् चित्तरत्नं नाम रत्नम् अखण्डितम् अस्ति मुख्यं. मनस् दृढम् अस्ति. हा हा हा, चित्त इति मनः इति अस्ति अर्थः अस्ति अत्र. चित्तरत्नं तादृशं किमपि अर्थः स्यात्. अस्तु, समीचीनं. तर्हि अग्रे सरेम. अग्रिमविषयः द्वादशः पाठः अस्ति चित्चन प्रयोगः. अत्र पुष्पा भगिनी पठति वा? अस्तु महोदय. एतां कश्चित् यत् अपि सिद्धये एतां कथाम् उच्चैः परत अवगच्छत. चिच्चन् प्रयोगः. कस्मिंश्चित् ग्रामे न यथा लिखितं तथा तथा पठतु. कस्मिंश्चित् ग्रामे कश्चन आश्रमः आसीत्. तत्र कश्चन गुरुः निवसति. तस्य दशशिष्याः आसन्. आश्रमसमीपे एव काचित् नदी प्रवहति स्म. अत्र सर्वं स्पष्टं स्यात्. कस्यचित् प्रश्नः अस्ति वा? चिच्चन इत्यनयोः अर्थः कः? सुब्रह्मण्यं वदतु. यदि अहं न जानामि अत्र अत्र कस्मिंश्चित् ग्रामे इति लिखितमस्ति इत्युक्ते अत्र कः ग्रामः अस्ति इति अहं न जानामि, परन्तु एकः ग्रामः अस्ति तस्मिन् ग्रामे तस्य ग्रामं विषये अत्र विषयम् अत्र लिखितमस्ति. सम्पूर्णमस्ति, बहु समीचीनमस्ति. कस्मिंश्चित् ग्रामे कश्चन ग्रामः अस्ति, एकः ग्रामः अस्ति, कः ग्रामः इति न निर्धारितमस्ति. कस्मिंश्चित् ग्रामे कश्चन आश्रमः, एकः आश्रमः अस्ति, कः आश्रमः इति न ज्ञातः. कश्चन गुरुः, काचित् नदी, का नदी, एका नदी अस्ति, का नदी इति न ज्ञायते अस्माभिः. अस्तु, समीचीनमस्ति. अस्तु, अग्रे. तर्हि नताशा भगिनी अग्रे. कदाचित् गुरुः कैश्चित् शिष्यैः सह नौकया कञ्चित् देशं प्रति प्रस्थितवान् आसीत्. गमनसमये एते पुरतः कुतश्चित् आगच्छन्तीं काञ्चित् नौकां दृष्टवन्तः. तस्यां नौकायां बहवः जनाः आसन्. यदा एते दृष्टवन्तः तदा एव सा नौका अकस्मात् काञ्चित् शिलां घटयित्वा भग्ना अभवत्. नौकायां स्थिताः सर्वे नद्याम् अपतन्. केचन मृताः, अन्ये केचन कथञ्चित् रक्षां प्राप्तवन्तः च. तद् अस्तु, समीचीनमस्ति. तर्हि अत्र सर्वं स्पष्टमस्ति. कदाचित् गुरुः कैश्चित् शिष्यैः सह नौकया कञ्चित् देशं प्रति प्रस्थितवान् आसीत्. स्पष्टमस्ति? अत्र कञ्चित् देशं प्रति, अत्र देशमिति सिखा विभक्तिः, किमर्थं किमर्थम् उपयोक्तुं किमर्थं उद्देशं प्रति प्रस्थितवान् आसीत्. गुरु देशं गतवती. गन्तव्यस्थानं द्वितीयविभक्तौ. गन्तव्यस्थानं यत्र गन्तव्यस्थानमस्ति तत्र द्वितीयविभक्तौ भवति. यत्र गच्छामः अनन्तरं कुतश्चित् आगच्छन्तीं काञ्चित् नौकां दृष्टवन्तः. अत्र आगच्छन्तीम् इति कीदृशरूपमस्ति? सुब्रह्मण्यमहोदय वदतु कृपया. शत्रप्रत्ययान्तरूपमस्ति महोदय अत्र. आगच्छन्तीम् अत्र नौ आगच्छन्तीं नौकाम् अत्र द्वितीया विभक्ति स्त्रीलिङ्ग एकवचनरूपमस्ति महोदय. सत्यं, बहु सम्यक् अस्ति. अस्तु महोदय, प्रस्थितवान् प्रतिप्रस्थितवान् प्रस्थितवान् ततः गतवान् गतवान् प्रस्थितवान् गतवान् प्रस्थानमिति जानाति वा? प्रस्थानं प्रस्थानं करोमि प्रस्थानं प्रस्थितवान् डिपार्ट् इति अर्थः अस्ति. अस्तु अग्रे गच्छेम तर्हि. मीना भगिनी अग्रे. कुतश्चित् एकः सन्देहमस्ति. काञ्चित् आगच्छन्ति नौकां दृष्टवन्तः अवगच्छामि. काञ्चित् नौकाम् काञ्चित् नौकां कुतश्चित् अर्थः किम्? कुतश्चित् हा अत्र महोदय वदतु. कुतश्चित् इत्युक्ते अत्र सा नौका कुतः आगच्छति इति अहं न जानामि, परन्तु कुतस्थ आगच्छति इति अर्थः अत्र. कुतः आगच्छति इति अहं न जानामि. तस्या नौकायाः यतः प्रस्थानं कृतवती तत्तु अहं न जानामि, परन्तु अत्र आगच्छति इति. अवगच्छामि, धन्योऽस्मि. हा अत्र कुतः नाम कुत्र इत्यस्य पञ्चमी, कुत्र इत्यस्य पञ्चमी विभक्त्यन्तरूपम् अस्ति कुतः. कुत आगतः? अस्तु भगिनि अग्रे. तत् दृश्यं दृष्ट्वा गुरुः शिष्यान् उक्तवान् नौकायां कश्चन दुष्टः आसीत्, तस्य एकस्य कारणतः एषा दुर्घटना सम्भूता. निर्भाग्याः केचन मृत्युमुखं प्रविष्टवन्तः, अन्ये केचन मृतप्रायश्च सञ्जाताः इति. सञ्जाताः इति. बुद्धं पुनः पश्यतु कृपया. तद्दृश्यं दृष्ट्वा गुरुः शिष्यान् उक्तवान्, किम् उक्तवान्? नौकायां कश्चन दुष्टः आसीत् उक्तवान्. कश्चन दुष्टः. दुष्टः प्रथमा विभक्ति आसीत्. तस्य एकस्य अग्रे एकः दुष्टः आसीत्. तथा अग्रे पश्यतु. भगिनी पठतु कृपया. तस्य एकस्य कारणतः एषा नौका दुर्घटना सम्भूता. निर्भाग्याः केचन निर्भाग्याः अत्र नौका नौका नौका दुर्घटना इति न वदामः, नौकायाः एषा नौकायाः न न अत्र एषा इति कस्य विशेषणमस्ति? नौका इत्यस्य एषा इति शब्दः कस्य विशेषणम्? अत्र न स्मरामि. अत्र नताशा भगिनी वदतु. एषा नौका महोदय. नौका दुर्घटना महोदय. हा दुर्घटना. अत्र नौका शब्दः कुत्र अस्ति? नास्ति खलु. एषा दुर्घटना दुर्घटना इति विशेष इति विशेषमस्ति. एषा इति विशेषणं दुर्घटना इति स्त्रीलिङ्गे एकवचने, अतः एषा अपि तथा. तर्हि नौकायाः इति संयोजयितुं शक्नुमः. नौकायाः एषा दुर्घटना सम्भूता. अस्तु मीना भगिनी अग्रे अवगच्छामि. निर्भाग्याः यः अस्ति नौकायां नौकायां षष्ठी व्यक्तिः अस्तु महोदय. न तत्र सन्दर्भः भिन्नः. नौकायां कश्चन दुष्टः. अत्र वाक्यस्य अन्यभागः अस्ति खलु. नौकायां कश्चन दुष्टः. अत्र एषा दुर्घटना सम्भूता इति अन्यप्रसङ्गः अस्ति. अत्र नौकाशब्दसंयोजयितुम् इच्छति चेत् अत्र अन्तिमभागे तत्र षष्टिः षष्टिविभक्त्यां स्यात्. अस्तु भगिनि अग्रे. अत्र षष्टिविभक्तिः अत्र नौकायाम् अस्तु. न न न न अत्र नौकायाम् इति सिखा विभक्तिः द्वितीयविभक्तिः नताशा भगिनी का विभक्तिः अस्ति कः महोदय? नौकायां नौकायाम् इत्यस्य विभक्तिः का? षष्टि महोदय. षष्टि अस्तु. अनुमानं करोति अथवा वदति? सप्तमी अस्ति. सप्तमी अस्ति. चतुर्थी पञ्चमी षष्टि द्वितीया न न न सप्तमी. सप्तमी अस्ति. सप्तमी अस्ति. तर्हि षष्टि इति किमर्थं वदति? दुष्टः नौकायाम् अस्ति आसीत्. ओके मीना भगिनी अग्रे. निर्भाग्याः केचन मृत्युमुखं प्रविष्टवन्तः. केचन निर्भाग्याः निर्भाग्याः प्रथमाविभक्ति बहुवचनं. केचन किम्? केचन किं नाम क्वतः अत्र केचन निर्भाग्याः के इति न जानीमः. केचन निर्भाग्याः सन्ति किन्तु ते के इति न उक्तमस्ति. अह कौ के. ओके प्रथमाविभक्ति तृतीय बहुवचनं. निर्भाग्याः केचन मृत्युमुखं प्रविष्टवन्तः. अन्ये केचन मृतप्रायश्च अन्ये केचन मृतप्रायश्च सञ्जाताः इति. अवगच्छति. अवगच्छामि. अस्तु अस्तु अग्रे पठतु. गुरोः वचनं श्रुत्वा सर्वे शिष्याः आश्चर्येण तं पृष्टवन्तः. गुरो तेषु कश्चित् दुष्टः स्यात् नाम, परन्तु एकस्य दुष्टस्य कारणेन निरपराधैः अन्यैः अपि मरणं प्राप्तव्यम् इत्येतत् कथं समीचीनं भवेत् इति. अत्र किम् उक्तमस्ति स्वस्य शब्दैः वदतु. एकः दुष्टः अपि अस्ति, किं निरपराधैः मरणं प्राप्तव्यम् इति सन्देहम् अस्तु. शिष्यस्य सन्देहः अस्ति एकः दुष्टस्य कारणेन किं निरपराधैः मरणं प्राप्तव्यम्. सम्यक् अस्ति, बहु सम्यक् अस्ति. ओके, अग्रे गच्छेम तर्हि. महोदय सुब्रह्मण्यं अग्रे पठतु. अस्तु महोदय. गुरुः किञ्चिदपि न उक्तवान्. स्वल्पसमयानन्तरं ते अन्यत् तीरं प्राप्तवन्तः. सर्वे अग्रे गच्छन्तः आसन्. तदा केनचित् शिष्येण सिकतासुनिमग्नः कश्चन शङ्खः दृष्टः. सः कथञ्चित् तं गृहीत्वा इतस्ततः भ्रामितवान्. शङ्खस्य अन्तः काश्चन पिपीलिकाः आसन्. तासु काचित् पिपीलिका तस्य हस्तम् अदशत्. तदा सः शिष्यः तीव्रवेदनाम् अनुभूय क्रोधेन तं शङ्खं नद्यां क्षिप्तवान्. सर्वाः पिपीलिकाः मृताः अभवन्. तदा गुरुः शिष्यान् उक्तवान्, भोः शिष्याः पश्यन्तु, काचित् पिपीलिका एतम् अदशत्, किन्तु तस्याः कारणतः सर्वाः अपि पिपीलिकाः एतेन जले पातिताः. एवमेव एकः दुष्टः भवति चेदपि तस्य प्रभावः तं परितः स्थितानां निरपराधानां सज्जनानाम् उपरि अपि भवति इति. गुरोः वचनं श्रुत्वा सर्वे विस्मिताः अभवन्. शिष्याः प्रश्नस्य उत्तरं गुरुः न दत्तवान् तस्मिन् समये. परन्तु किञ्चित् समयानन्तरं ते सर्वे अन्यत् तीरं गतवन्तः, प्राप्तवन्तः. अत्र सर्वे अग्रे गच्छन्तः, परन्तु एकः शिष्यः, कः इति अहं न जानामि, सः एकं शङ्खं सिकतासु पतितः एकं शङ्खं दृष्टवान्. तत् तं शङ्खं सः हस्तेन गृहीतवान्, इतस्ततः अपि भ्रामितवान्. तस्मिन् समये शङ्खस्य अन्तः काश्चन पिपीलिकाः सन्ति. तासां पिपीलिकानाम् एका पिपीलिका शिष्यस्य हस्तम् अदशत्. तासां पिपीलिकानाम् इति किमर्थं? तासु पिपिलिकासु महोदय अत्र तासु पिपिलिकासु एका पिपिलिका शिष्यस्य हस्तम् अदशत् इत्युक्ते दशनम् इत्युक्ते मुखेन मुखेन किञ्चित् नोचति मुखेन गृहीतवान् यदा पिपलिका दशति अथवा यः कोऽपि कीटः कीटः दशति खलु महोदय अत्र तस्य किमपि शिष्यः वेदनाम् अनुभवति क्रोधः अपि अनुभवति क्रोधेन सः तं शङ्खं नद्यां क्षिप्तवान् तत्कारणात् सर्वाः पिपिलिकाः मृताः अभवत् अभवन् एतत् दृष्ट्वा गुरुः शिष्यान् उक्तवान् शिष्याः एतत् पश्यन्तु एका पिपलिका एव तं शिष्यम् अदशति परन्तु सः क्रोधेन तं शङ्खं नद्यां क्षिप्तवान् तत्कारणात् सर्वाः पिपलिकाः मृताः अभवन् अत्र गुरुः द्वयोः मध्ये किञ्चित् साम्यं प्रदर्शितवान् सः वदति यद्यपि एकमेव अपराधी अस्ति परन्तु सर्वाः अपि सर्वाः अपि शिक्षाम् अनुभवन्ति इति एतत् श्रुत्वा सर्वे किञ्चित् आश्चर्यं प्रकटितवन्तः सत्यं एकः दुष्टः भवति चेदपि तस्य प्रभावः तं परितः स्थितवान् अपराधानां संजनानाम् उपरि अपि भवति इति एकः सन्देहः महोदय एकः दुष्टः भवति तस्य प्रभावः तं निरपराधां जनानां किं भवति उपरि किं वेदनं भवति किं नष्टं भवति ए वार्ता नाम अत्र दत्तमस्ति यत् दुष्टस्य प्रभावेन सर्वेषां कष्टं सर्वेषां क्लेशः जातः दृष्टान्तमस्ति न कष्टं न वार्ता इदं वाक्येन न अस्ति न भवति संस्कृत नाम वाक्यस्य प्रसङ्गे पृच्छति अथवा सिद्धान्तस्य प्रसङ्गे पृच्छति किमर्थं नौकायाम् एकः दुष्टः अस्ति अतः सर्वे मृताः जाताः इति यथा तथा एका पिपीलिका तत्र हस्तं दशितवान् अनेन सर्वे पिपीलिकाः मृताः जाताः इति स्पष्टीकरणं स्पष्टं नास्ति इति वा? उपरि अर्थम् अत्र तस्य प्रभावः सज्जनानाम् उपरि अपि भवति इति अहं चिन्तयामि. अत्र अत्र प्रभावः, एकः दुष्टः प्रभावः अन्याः दुष्टाः उपरि अपि भवति इति, अन्यान् दुष्टान् उपरि अपि भवति इति, अन्याः मनुष्याः. अत्र प्रभावः उपरि अपि भवति इति प्रायः भगिन्याः प्रश्नः अस्ति अहं चिन्तयामि महोदय. न, सा तु वदति यद् व्याकरण संस्कृतभाषायाः प्रश्नः न, अपि तु सिद्धान्तस्य प्रश्नः. सिद्धान्तस्य, अस्तु अस्तु. सिद्धान्तः इति नाम भगिनी नाम वाक्य रचना वाक्यरचनाप्रसङ्गे प्रश्नः अथवा सिद्धान्तः, सैद्धान्तिकप्रश्नः अथवा व्याकरणसम्बद्धः? सिद्धान्तप्रश्नः. उपरि कार्थम् उपरि दृष्टान्तेन किं कष्टं वर्तते, एतत् कष्टमपि इहम् इदं वर्तते. वस्तुतः भवत्याः प्रश्नः सिद्धान्तः इति चेत् भवत्याः प्रश्नः सिद्धान्तः इति चेत् इयं कथा सम्यक् नास्ति. अस्तु, सम्यक् नास्ति. अत्र दोषपूर्णशिक्षा अस्ति, समीचीनं नास्ति. अत्र अत्र तथा नास्ति. एकः दुष्टः अस्ति, अतः निर्दोषानां कष्टः अपि स्यात् इति तथा किमपि नास्ति विश्वे इति प्रश्नः वा? नाम प्रभावः निर्दोषाणाम् उपरि कथं वा स्यात् एकस्य दुष्टस्य करणेन? तत्र निर्दोषानामपि क्लेशः भवति इति कथमिति प्रश्नः वा? आम् महोदय. उपरि अर्थम् कष्टं भवति. न, एकदृष्ट्या भवती वदति यत् सिद्धान्तः इति प्रश्नः, अन्य अपरस्यां दिशि भवती वदति उपरि उपरि उपरि. नाम भवत्याः प्रश्नः कः? नाम उपरि प्रभाव, यथा महोदयेन उक्तम् अत्र प्रभावस्य उपरि प्रभावेन तेषाम् उपरि. तत्र दुष्टस्य प्रभावेन निर्दोषाणाम् उपरि अपि कुप्रभावः. अवगच्छामि. उपरि तत् सामान्यप्रयोगः अस्ति भारतीय आधुनिकभाषासु, हिन्दी अपि तथा अस्ति. उपरि भवति अस्य एकस्य जनस्य असमीचीनकार्येण अपरेषामपि उपरि कुप्रभावः, तेषां जीवने कुप्रभावः. यद्यपि शिक्षा दोषपूर्णा अस्ति, नितरां सम्यक् नास्ति, तथा न भवति. अत्र यत्र निर्दोषाः मृताः, ते तु निर्दोषाः इति कथं वदेम? निर्दोषाः मृताः जाताः इति वदनेन किमस्ति यत् भगवतः उपरि तत्र दोषः, तस्य कार्यं कार्य अन्यायं जातमस्ति, अन्यायः जातः इति आक्षेपः. अस्यां कथायां तत्र भगवतः उपरि आक्षेपः जातः यत् भवतः असमीचीनं कार्यं, भवतां कार्यं समीचीनं नास्ति, निर्दोषानां मृत्युः जाता. तत्र एकस्य दुष्टस्य कार्येन. किन्तु ते तु निर्दोषाः कथं वा वदेम? नाम पूर्वजन्मनि तेषामपि तादृशं किमपि असमीचीनं कार्यं, तत्र संस्कारः इति उच्यते. संस्कारः प्रत्येकं कार्यस्य फलं भवति खलु, तस्य फलम् अद्य वा भवतु श्वः वा भवतु, किन्तु भवति एव. इति कृत्वा ये जनाः नौकायाम् आसन् तेषामपि नाम असमीचीनव्यवहारः भूतकाले अवश्यं जातः, इत्यनेन इदानीं तस्य फलं जातमस्ति. तत्र विनाकारणेन क्षम्यतां, विनाकारणेन तादृशं न भवति, निर्दोषः इति वक्तुं कथं शक्नुमः इति भवत्याः नाम सैद्धान्तिक तत्र उत्तरम् अस्ति. एतत् सैद्धान्तिक उत्तरं यत् निर्दोषः तत्र, अतः मया इयं कथा अधिकं न रोचते, तत् समीचीनं नास्ति. अत्र कापि टिप्पणी अस्ति वा? न महोदय, अवगच्छामि. नाम अत्र तथाकथित संन्यासी वदति यत् एका पिपीलिका मृता जाता, अतः पिपीलिकाः एवमेव कारणेन विना मृताः इति किमपि नास्ति. ब्रह्मणः विश्वे नाम भगवतः विश्वे कारणेन विना किमपि न भवति, प्रत्येकं फलस्य कारणं तु भवति एव. कथा समीचीनं नास्ति. अग्रे गच्छेम. अवधेयमस्ति, अवधेयमस्ति. अत्र नताशा भगिनी पठतु कृपया. आम् महोदय. किम् इति शब्दः प्रश्नार्थकः, तस्य रूपैः सह चित् चन् योजनेन अनिश्चितार्थकत्वं सिद्ध्यति. उदाहरणं उदाहरणं काचित् गच्छति, अत्र का गच्छति इति निश्चयः नास्ति. कश्चन अभिनयति, अत्र कश्चन अभिनयति, अत्र कः अभिनयति इति निश्चयः नास्ति. शिशिरः केनचित् सह क्रीडति, अत्र केन सह क्रीडति इति निश्चयः नास्ति. एतादृशः अर्थः अनिश्चितार्थः. स्पष्टमस्ति? आं महोदय. अस्तु, अत्र रूपाणि द्रष्टव्यानि सन्ति. रूपाणि अत्र पुल्लिङ्गे सामान्यतया तत्र सर्वनाम स्वीकृत्य चित् अथवा चन संयुज्य रूपं निष्पन्नं भवति. कुत्रचित् सन्धिकार्यमपि अस्ति, कुत्रचित् सन्धिकार्यमपि अस्ति. अस्तु महोदय, कृपया पठतु. एतानि रूपाणि पठत पुल्लिङ्गे. एकः प्रश्नः अस्ति. द्वे द्वि 77 पुटे पृष्ठे एकनिमेषः भगिनि, अस्माकं पूरणप्रत्ययान्तानाम् इदानीं विषयः जातः, तत्र सम्यक्तया वदतु. पूरणप्रश्नः अस्ति. एक न, कस्मिन् पुटे अस्ति? 77. न, तदेव अहं न, अहं किमपि न शृणोमि. भवती सम्यक्तया वदतु, अतः अग्रे गच्छ, अग्रे गच्छ. सप्तसप्तति किं पृष्ठे न? अस्माकं पाठः इदानीं जातः, किञ्चित् अधीतवती वा? पाठस्य एकः प्रश्नः अस्ति. कस्मिन् पुटे अस्ति? सप्ततिं पुटे पृष्ठे. किमपि न अधीतवती. नताशा भगिनी वदतु, कस्मिन् पुटे अस्ति भगिन्याः प्रश्नः? सप्तसप्तदश. न, अत्र पूर्वतनपुटी अस्ति खलु, कस्मिन् पुटे अस्ति? सप्ततमः पुटे सप्तसप्ततमः पुटे विशेषणविशेषभावः अस्ति न वा अत्र? सप्तसप्ततमे पुटे अस्तु सप्तसप्ततमे पुटे अस्ति केचन कथञ्चित् रक्षां प्राप्तवन्तः च कुत्र अस्ति कथञ्चित् केचन कथञ्चित् वाक्यं कुत्र अस्ति? द्वितीय अन्ते अस्ति महोदय. ओ अन्ये केचन कथञ्चित् रक्षां प्राप्तवन्तः. अत्र नाम यत्र कुत्रापि एतादृशं रूपमस्ति केचन काचित् कस्यचित् कस्मिंश्चित् कथञ्चित् नाम प्रथम सर्वनामपदम् आदाय विचारः अस्ति कत्र तत्र निर्धारणं नास्ति तावदेव चित् चनतिनेन निर्धारणं नास्ति यत् नाम कस्मिंश्चित् ग्रामे प्रथमवाक्यं पश्यतु यथा महोदयेन उक्तं कस्मिंश्चित् ग्रामे तत्र कस्मिन् ग्रामे इति न जानीमः कस्मिंश्चित् ग्रामे नाम एकस्मिन् ग्रामे कस्मिन् इति न जानीमः कथञ्चित् नाम किं कथं रूपेण अभवत् किन्तु कथमिति न जानीमः अभवत् किन्तु कथमिति न जानीमः तत्र विधिः अस्ति पद्धतिः केचन रक्षां प्राप्तवन्तः कथम् इति न उच्यते तत्र रक्षायाः पद्धतिः अस्ति एव किन्तु न उक्तं कथञ्चित् स्पष्टमस्ति वा? अस्तु अस्तु महोदय रूपाणि एतानि रूपाणि पठत पुल्लिङ्गे अत्र विभक्तिरूपाणि अस्ति महोदय विभक्त्यः रूपाः अस्ति सन्ति विभक्त्यः रूपाः सन्ति कश्चित् अत्र विभक्त्यः रूपाणि सन्ति अस्तु महोदय विभक्त्याः रूपाणि अथवा विभक्तिरूपाणि इति समस्तपदं कृत्वा विभक्तिरूपाणि इति वक्तुं शक्यते विभक्तिरूपाणि अथवा विभक्त्याः रूपाणि अस्तु महोदय कश्चित् कैचित् केचित् कञ्चित् न पुनः पठतु अस्तु महोदय कश्चित् कौचित् केचित् कञ्चित् कौचित् कांश्चित् एतावत् किं पश्येमः अत्र किं पश्येमः यत् सामान्य तत्र सर्वनामशब्दः अस्ति अनन्तरं चित् अस्ति द्वयोः संयोजनं भवति यत्र सन्धिः अवसरः अस्ति तत्र अवश्यं सन्धिं कुर्मः कः चित् तत्र विसर्गसन्धिः अस्ति अग्रे गत्वा पठिष्यामः विसर्गसन्धिः कथं भवति कः चित् तत्र विसर्गस्य स्थाने वस्तुतः दन्त्यसकारः भवति अनन्तरं दन्त्यसकारस्य स्थाने चकारस्य प्रभावेन तादृशकारः भवति कश्चित् आहत्य विसर्गस्य स्थाने तादृशकारः कश्चित् अनन्तरं कौ योगः चित् तत्र सन्धि अवसरः नास्ति केवलं संयोजनं कौचित् के योगः चित् केचित् अत्र कं योगः चित् कं द्वितीयविभक्तौ कम् अस्ति मकारः मकारचकारयोः संयोजनेन मकारस्य स्थाने यकारः भवति सन्धिं कृत्वा अतः कञ्चित् अस्ति मकारस्य स्थाने य, मकारस्य स्थाने य, कञ्चित् कञ्चित् कौचित् अनन्तरम् अत्र कान् योगः चित् कान् नकारः नकारचकारयोः संयोजनेन अत्र नकारस्य स्थाने अनुस्वारः तादृशकारः अस्ति अत्र सत्त्वसन्धिः इति उच्यते सत्त्वसन्धिः तत्र नकारः पूर्वं चकारः परम् अनेन नकारस्य स्थाने अनुस्वारः योगतादृशकारः कांश्चित् कश्चित् कौचित् केचित् कञ्चित् कौचित् कांश्चित् अस्तु महोदय अग्रे अत्र तु अत्र कांश्चित् न महोदय अत्र कांश्चित् खलु महोदय इति अवश्यमस्ति नकारः नास्ति अत्र नकारस्य स्थाने अनुस्वारः परन्तु अनुस्वारः तु अत्र मकारः तु न खलु महोदय पुनः वदतु किं मकारः तत्र मकारः तु न खलु महोदय पपा प फ ब मा तु न न पदान्ते तद्भिन्नमस्ति पदान्ते पदान्ते यदा मकारः अस्ति केवलं पदान्ते मकारः यदा पदान्ते भवति अग्रिमशब्दस्य प्रथमवर्णः हल् वर्णः अस्ति तदानीं मकारस्य स्थाने अनुस्वारः इति मोनुस्वारः इति सूत्र इति सूत्रेण मोनुस्वारः इति सूत्रेण पदान्ते मकारस्य स्थाने अनुस्वारः भवति अग्रिमशब्दस्य प्रथमवर्णः हल् वर्णः चेत् अत्र तथा नास्ति पदान्ते नास्ति अत्र पदान्ते नास्ति अपदान्ते अत्र अपदान्ते अस्ति अतः नकारस्य स्थाने अत्र यः अनुस्वारः स तु मकारस्य न कोऽपि सम्बन्धः अत्र केवलं अत्र उच्चारण कांश्चित् कांश्चित् इति अस्ति नासिकया नासिकया अस्तु महोदय कश्चित् कौचित् केचित् कञ्चित् कौचित् कांश्चित् केनचित् काभ्याञ्चित् कैश्चित् कस्मैचित् काभ्याञ्चित् केभ्यश्चित् कस्माञ्चित् काभ्याञ्चित् कस्माच्चित् तकारचकारयोः सन्धिः अत्र तकारचकारयोः सन्धिः चकारस्य प्रभावेन तकारस्य स्थाने चकारः कस्माच्चित् काभ्याञ्चित् केभ्यश्चित् कस्यचित् कयोश्चित् केषाञ्चित् कस्मिंश्चित् कयोश्चित् केषुचित् समीचीनमस्ति तर्हि बहुत्र सन्धिकार्यमस्ति काभ्यां योगः चित् कयोः योगः चित् केषां योगः चित् तत्र केषां मकारः आसीत् मकारचकारयोः सन्धिः अस्ति चकारस्य प्रभावेन मकारस्य स्थाने चचचया इति भवति कस्मिंश्चित् कस्मिंश्चित् इति तत्र नकारः आसीत् यथा कांश्चित् द्वितीयविभक्तौ बहुवचने तथैव सप्तमीविभक्तौ एकवचने कस्मिन् नकारः नकारः योगः चकारः कस्मिंश्चित् चकारस्य प्रभावेन नकारस्य स्थाने अनुस्वारः योगः तादृशकारः कस्मिंश्चित् इति अस्ति कोऽपि प्रश्नः अत्र अत्र नूतनं केवलं सन्धिकार्यमस्ति तत्र सर्वनामपदानि वयं जानीमः कः कौ के कं कौ कान् केन काभ्यां कैः अत्र कैः कैः इत्यस्मिन् तत्र विसर्गः अस्ति योगः च विसर्गस्य स्थाने च तादृशकारः कैश्चित् कैश्चित् कस्मै योगः चित् किमपि नास्ति, संयोजनं कस्मै चित्, काभ्यां मकारः चित् चकारः मकारस्य स्थाने य, काभ्यां काभ्याञ्चित् काभ्याञ्चित् केभ्यः चित् विसर्गः चकारः विसर्गस्य स्थाने तलविषकारः केभ्यश्चित्, कस्मात् चित् तकारस्य स्थाने चकारः सन्धिः कस्माच्चित्. स्पष्टमस्ति? तथा सर्वत्र. अनन्तरं नपुंसकलिङ्गे यथा सर्वत्र पुल्लिङ्गशब्दात् भेदः कुत्र इति चेत् प्रथमभक्तौ द्वितीयभक्तौ, अनन्तरं तृतीय तस्मात् आरभ्य अन्तपर्यन्तं रूपाणि समानानि. किं के कानि, किं के कानि, अतः रूपभेदः. किं योगः चित् मकारस्य यकारः किञ्चित्, के योगः चित् संयोजनं केचित्, कानि योगः चित् संयोजनं कानिचित्, किञ्चित् केचित् कानिचित्. अनन्तरं श्रीलिङ्गे सर्वनामपदानि भिन्नानि सन्ति, अतः रूपाणि भिन्नानि. का योगः चित् काचित्. अस्य अस्मिन् विषये साफल्यस्य प्राप्तिः यदा तदा भवति यदा सर्वनामशब्दाः सम्यक्तया ज्ञायन्ते. सर्वनामशब्दाः, सर्वनामशब्दरूपाणि न जानाति चेत् एतत् सर्वं कथं वा कर्तुं शक्नुमः? का के काः, कां के काः, कया, काभ्यां, काभिः इति अनन्तरं संयोजयतु, किमपि नास्ति. सम्यक् अस्तु. अत्र मीना भगिनी तत्र स्त्रीलिङ्गे रूपाणि वदतु, उच्चारयतु. काचित् काचित् केचित् काश्चित् काञ्चित् केचित् काश्चित् कयाचित् काभ्याञ्चित् काभिश्चित् कस्यैचित् काभ्याञ्चित् काभ्यश्चित् कस्याश्चित् काभ्याञ्चित् काभ्यश्चित् कस्याश्चित् कयोश्चित् कासाञ्चित् कस्याञ्चित् कयोश्चित् कासुचित्. समीचीनम्. अस्तु, अग्रे किं लिखितमस्ति अवधेयम्? अग्रे अग्रे कश्चित् काचित् किञ्चित् अवधेयं कश्चित् काचित् किञ्चित् इत्यादयः सर्वेपि विशेषणत्वेन उपयुज्यन्ते, अतः ते सर्वे विशेषस्य लिङ्गं वचनं विभक्तिं च अनुसरन्ति. यथा सः कश्चित् बालकः, काचित् महिला गच्छति, तत्र किञ्चित् पुस्तकम् अस्ति, ह्यः कश्चित् अतिथिः आगतवान्, गुरुः कांश्चित् छात्रान् पाठयन् अस्ति, वृद्धः केनचित् दण्डेन चलति, माता कस्मैचित् भिक्षुकाय भोजनं दत्तवती, मम भगिनी कयाचित् सख्या सह महाविद्यालयं गतवती, कस्माञ्चित् आपणात् वस्तूनि आनीतानि, कस्मिंश्चित् वित्तकोषे सः उद्योगी अस्ति. समीचीनमस्ति, स्पष्टं महोदय. दण्डेन चलति, वृद्धः केनचित् दण्डेन, दण्ड उपयोगिता चलति, कुत्र अस्ति, किं वाक्यमस्ति? षष्टि षष्टि भगिनि, ओ कथं कथमः पुटः नवसप्ततमः पुटः कथमं वाक्यमस्ति? षष्टि षष्टि षष्टः षष्टः वाक्यः षष्ठं वाक्यं षष्ठं वाक्यं षष्ठं षष्ठं षष्ठं षष्ठं वाक्यं वृद्धः केनचित् दण्डेन चलति. प्रश्नः कः? दण्डः कश्चन दण्डः अस्ति. तत् दण्डस्य साहाय्येन सः चलति. माध्यमेन माध्यमेन अत्र तृतीयविभक्तिः करणमस्ति. करणं माध्यमं लेखनी लेखन्या लिखति दण्डेन चलति. समीचीनम्. अग्रे गच्छेम. एकं सन्देहं महोदय. एकः सन्देहः एकः सन्देहः अङ्ग्रेजी मे आङ्ग्लभाषया आङ्ग्लभाषया आङ्ग्लभाषया वस्तु वस्तुना वस्तुनामं न जानामि इति वदामि. वाट्स् इस् नेम् यु नो वाट्स् इस् नेम् इस् सम् केनचित् क उपयोग दण्ड विना भविष्यति संस्कृत तत्र षष्ठवाक्यमिति वा वृद्धः केनचित् दण्डेन चलति इति वा केनचित् अपि उपयोगं करोमि संस्कृतस्य कया उपयोगेन गच्छति न जानामि. सो केनचित् चलति इति उपयोगमस्ति. वृद्धः केनचित् चलति इति वाक्यं वा इति वाक्यमस्ति इति उपयोगः. वृद्धिः केनचित् चलति नाम केनचित् इति नाम तत्र केन माध्यमेन इति न उक्तं. दण्डेन अथवा कार्यानेन अथवा किमपि यत् अस्ति तत् न उक्तमस्ति. दण्डेन विना केनचित् उपयोगं न करिष्यतु न कर्तुं शक्नुमः. वृद्धः केनचित् चलति इति वाक्यं सम्यक् सम्यक् अस्तु अस्तु अग्रे सरेम. तर्हि अग्रे अस्तु महोदय अग्रे किञ्चित् पठतु कृपया. अस्तु महोदय. वलयतः उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत. अत्र पदकोशः अपि पठामि महोदय. अस्तु पठतु. कस्मिंश्चित् कस्मैचित् कश्चित् केषुचित् कश्चन कानिचित् केभ्यश्चित् कञ्चित् कैश्चित् कस्याश्चित् कस्यचित् केचित् केनचित् काश्चन. एकं वदामि चेत् चन अनयोः अर्थः समानः अस्ति. नाम कश्चन अथवा कश्चित् द्वयोः अर्थः समानः. न कोऽपि भेदः. अस्तु कश्चन कश्चित् कस्मिंश्चित् कस्मिंश्चन कस्मैचित् कस्मैचन सर्वत्र भवति. समानमस्ति. अस्तु महोदय. प्रभुः अपि जनस्य पापं सुकृतं वा नादत्ते. प्रभुः अपि जनस्य पापं सुकृतं वा न अदत्ते. प्रभुः कश्चनस्य पापं सुकृतं वा न वदते अत्र अत्र केवलं नाम कश्चित् प्रत्येकस्मिन् वाक्ये एकमस्ति वस्तु अथवा जनः यत्किमपि अस्ति तद् दृष्ट्वा तदाधारेण निर्माणं भवति अत्र जनस्य इति अस्ति जनस्य अस्तु महोदय अत्र जनस्य इत्युक्ते अत्र कस्यचित् प्रभुः कस्यचित् अपि जनस्य पापं सुकृतं वा न दत्ते समीचीनमस्ति अस्तु पुष्पभगिनी अग्रे कल्याणकृत् दुर्गतिं न गच्छति कल्याणकृत् कञ्चन दुर्गतिं न गच्छति पुनः वदतु कल्याणकृत् दुर्गतिं न गच्छति कल्याणकृत् कञ्चित् दुर्गतिं न गच्छति अत्र दुर्गतिः इति स्त्रीलिङ्गे अस्ति खलु दुर्गतिं कञ्चित् कञ्चित् इति हा द्रष्टव्यमस्ति अत्र दुर्गतिम् इत्यस्य विशेषं चेत् काञ्चित् इति स्यात् काञ्चित् काञ्चित् दुर्गतिं स्त्रीलिङ्ग कल्याणकृत् गतिः स्त्रीलिङ्गशब्दः अस्ति काञ्चित् दुर्गतिं न गच्छति इति स्यात् काञ्चित् पुत्पुल्लिङ्ग अस्ति न दुर्गति कथां गतिः इति स्त्रीलिङ्गशब्दः अस्ति अस्तु अग्रे मीना भगिनी अग्रे जनाः फलाकाङ्क्षया कर्माणि कुर्वन्ति जनाः पुल्लिङ्गबहुवचन कः कौके केचन जनाः फलाकाङ्क्षया कर्माणि कुर्वन्ति समीचीनमस्ति नताशा भगिनी अग्रे नास्ति एव वलये केचन नास्ति केचित् समानमस्ति भगिनि केचन नास्ति हा समानमस्ति अग्रे भगिनि नताशा भगिनि हा महोदय मनुष्याणां सहस्रेषु जनीन् सिद्धये प्रयत्स्यते सहस्रेषु जनेन सिद्धये प्रत्यर्थे जनेन तृतीया मनुष्याणां सहस्रेषु केनचित् जनेन सिद्धये प्रत्यर्थे केनचित् केनचित् समीचीनमस्ति केनचित् जनेन अस्तु महोदय अग्रे अस्तु महोदय गीताशास्त्रम् अपि अशुश्रूषवे न वाच्यं गीताशास्त्रम् अपि अशुश्रूषवे न वाच्यम् अश्रूषवे न वाच्यम् अश्रूषवे तु अश्रूषुः अश्रूषवे अत्र अस्तु महोदय कस्मिंश्चित् अशुश्रूषुः अश्रुश्रु कस्यचित् अस्ति महोदय कस्यचित् गीताशास्त्रं कस्यचित् अपि अशुश्रूषवे न वाच्यम् अशुश्रूषवे इति अस्य का विभक्तिः अशुश्रूषवे अस्तु महोदय एकनिमिषः अश्रूषवे च चतुर्थी विभक्ति शुश्रूषुः गुरु चतुर्थी विभक्ति चतुर्थी विभक्ति कस्मैचित् आगच्छति महोदय. गीताशास्त्रं कस्मैचित् अपि अशुश्रूषवेन वाच्यं यः श्रोतुं न इच्छति तस्मै न वक्तव्यं गीताशास्त्रम्. अस्तु अग्रे पुष्पा भगिनी अग्रे. भवतः अपि कर्मणि सङ्गः मास्तु. भवतः कानिचित् कर्मणि सङ्गं मास्तु. कर्मणि इत्यस्य का विभक्तिः वचनं च अन्यकोपि प्रथमाविभक्ति द्वितीय द्विवचन सप्तमी एकवचनं महोदय. न हां हां हां तत्र भगिनी वदतु कर्म कर्मशब्द कर्मन् रूपाणि कानि इति वदतु. कर्म कर्मणि कर्माणि कर्मकर्मणि अत्र कर्मणि लिखितमस्ति. कर्मणि इति तत्र अस्ति वा? कर्मकर्मणि कर्माणि अत्र कर्मणि तत्र अस्ति वा? कर्मणि कर्मणि अस्ति तत् नकारान्त रूपाणि ज्ञातव्यानि सन्ति. अस्तु महोदय वदतु कृपया रूपाणि महोदय. न न तत्र तत्र रूपं किम् अत्र अत्र कर्मणि सप्तमी एकवचनं महोदय. यथा कर्मणि प्रयोगः कर्तरिप्रयोगः कर्तरिकर्मणि प्रयोगः कर्म इति सप्तमी एकवचनमस्ति. वदतु रूपं वाक्यं कस्मिंश्चित् कस्मिंश्चित् कर्मणि सङ्गः मास्तु. भवतः कस्मिंश्चित् अपि कर्मणि सङ्गः मास्तु. अस्तु सम्यक् अस्ति. समीचीनम् अस्तु सम्यक् अस्ति. अग्रे मीना भगिनि. भगवतः वाक्येषु अर्जुनस्य भ्रमः जातः. वाक्येषु षष्टिविभक्ति एकवचनं बहुवचनं पुल्लिङ्गं किं वाक्येषु का विभक्तिः वाक्येषु पुल्लिङ्गं एक सप्तमी विभक्ति बहुवचनं. अस्तु केषु सारि केषाञ्चित् भगवतः केषाञ्चित् वाक्येषु अर्जुनस्य भ्रमः जातः. वाक्येषु भवती उक्तवती वाक्येषु सप्तमी बहुवचनं केषाम् इति का विभक्तिः अस्ति? केषां षष्टमी महोदय केषुचित् वाक्येषु अर्जुनस्य भ्रमः जातः. ओके समीचीनमस्ति. नताशा भगिनी महोदय एकः प्रश्नः वाक्यं वाक्यः तु न खलु महोदय वाक्यं नपुंसकलिङ्गं भवति इति. हा हा नपुंसकलिङ्गशब्दः अस्ति तर्हि समानमेव रूपं तु समानमेव परन्तु वाक्यं नपुंसकलिङ्गशब्दमस्ति इति मम प्रश्नः अस्ति. नाम कोऽपि पुलिङ्गे उक्तं केनचित् उक्तं वा पुलिङ्गे? आं महोदय, भगिनी प्रायः पुल्लिङ्गशब्दम् इति उक्तवती. अस्तु अस्तु अस्तु अस्तु, वाक्यमेव अस्ति. अग्रे अग्रे गच्छेम. आत्मा न हन्ति तथा न आत्मा हन्यते. आत्मा न कञ्चित् हन्ति तथा न कञ्चित् आत्मा हन्यते. आत्मा न कञ्चित् हन्ति. इदानीं आत्मा आत्मा कः न नष्ट नष्टं कृतवती. आत्मा न कञ्चित् हन्ति तथा न कञ्चित् आत्मा हन्यते. न कञ्चित् अत्र नास्ति, अत्र कर्मणि प्रयोगे अस्ति. कर्मिप्रयोगे वयं न अधीतवन्तः अत्र. केनचित् केनचित् आत्मा हन्यते. हा समीचीनम्. आत्मा न कञ्चित् हन्ति तथा न केनचित् आत्मा हन्यते. समीचीनमस्ति. अस्तु अग्रे गच्छामि. पुष्पा भगिनी. अस्तु महोदय, वदतु कृपया. भगवतः भगवतः चतुर्भुजरूपं वेदैः वा तपसा दानेन वा द्रष्टुं जनैः न शक्यम्. भगवतः चतुर्भुजरूपं वेदैः वा तपसा दानेन वा द्रष्टुं कैचित् जनैः न शक्यम्. हा किमस्ति शब्द किमस्ति रूपं कै जनैः तृतीयविभक्ति रूपं वदतु. कैचित् कैचित् के न तथा न रूपं कैश्चित् कैश्चित् कैश्चित् अस्ति शकारः अस्ति. अस्तु महोदय. अर्जुनः भगवतः विभूतीः श्रुतवान्. अर्जुनः भगवतः विभूतीः श्रुतवान्. अर्जुनः भगवतः काश्चित् विभूतीः श्रुतवान्. सम्यक् अस्ति. अस्तु अग्रे मीना भगिनी. अग्रे गीतायाः वाक्यानि अत्यन्तं मनोहराणि एव. वाक्यानि नपुंसकलिङ्ग बहु प्रथमविभक्ति बहुवचनं. गीतायाः कानि वाक्यानि अत्यन्तं मनोहराणि एव. कानि इति अस्ति किन्तु चित् अपि स्यात्. चित् कानिचित् वाक्यानि अत्यन्तं मनोहराणि एव. गीतायाः कानिचित् वाक्यानि अत्यन्तं मनोहराणि एव. अस्तु समीचीनमस्ति. मनोहारीणि मनोहार मनोहार मनोहारः यस्य सः मनोहारिन् वाक्यानि तत्र बहुवचने प्रथमाभक्तौ नपुंसकलिङ्गे मनोहारीणि. नकारान्तशब्दः. अस्तु समीचीनम्. अग्रे नितासा भगिनी. अग्रे नितासा भगिनी अस्ति वा? आम् महोदय. द्वादशं वाक्यं. धीरः कर्मणः न व्यतिचलन्ति, धीराः कस्यचित् कर्मण कस्यचित् कर्मणः न व्यतिचलन्ति. समीचीनमस्ति. महोदय, व्यतिचलन्ति अर्थं किम्? द्रष्टव्यमस्ति, चलन्ति, व्यतिचलन्ति, द्रष्टव्यमस्ति. पश्यतु शब्दकोशे, न जाने. धीराः कस्यचित् कर्मणः न व्यतिचलन्ति. अत्र कर्मणः षष्ठीविभक्तिरूपं वा महोदय? तत्र चिन्तनीयमस्ति. तत्र कर्मणः न व्यतिचलन्ति. तत्र द्वितीयापि एकनिमेषः, कर्मणः न, तत्र पञ्चमी स्यात्, पञ्चमी इति भाति. तत्र पञ्चमी इति अस्ति. सम्यक् उक्तं भवतः. अत्र पञ्चमी स्यात्. भगिनी पुनः वदतु. अनेन वाक्य अर्थः अपि स्पष्टः भवति. व्यतिचलन्ति नाम ततः न गच्छन्ति. धीराः कस्माच्चित् कर्मणः न व्यतिचलन्ति. तथैव अस्ति. इदानीं व्यतिचलन्ति इति अस्य अर्थः स्पष्टः जातः खलु? न धावन्ति, न गच्छन्ति. न, कस्माच्चित् एकवचने अस्ति कर्मणः. चलन्ति न व्यतिचलन्ति. समीचीनं, स्पष्टमस्ति. अस्तु, तर्हि अस्मिन् सप्ताहे सर्वे अस्मिन्नेव पाठे अग्रे कुर्वन्तु, यतोहि अभ्यासः अपेक्षितः, नाम रूपाणि कथं भवन्ति इति. अतः अस्मिन् अधिकं नास्ति. सर्वं समापयतु. अग्रिमे सप्ताहे किञ्चित् दृष्ट्वा अग्रे गच्छेम. अत्र कोऽपि प्रश्नः अस्ति वा? न महोदय. अस्तु, समीचीनम्, अत्युत्तममस्ति. सिद्धान्तः अपि स्पष्टः, रूपाणि स्पष्टानि सन्ति. गृहपाठरूपेण कुर्वन्तु. अनन्तरम् इतः अग्रे अग्रिमे सप्ताहे गच्छेम. तर्हि धन्यवादः महोदय. नमस्कारः. भगिनी वदतु. धीराः बहुवचन, केभ्यचित् न अत्र कर्मणः एकवचने अस्ति. अत्र कस्माच्चित् इति कर्मणः इति विशेषणमस्ति. धीराः व्यतिचलन्ति इति वाक्यमस्ति. कस्माचित् नास्ति महोदय. कस्माचित् अस्ति एव. अस्ति अस्ति. कस्याचित् अस्ति. न, कस्माच्चित् इति अस्ति. वलये नास्ति. वलये नास्ति. तत्र अस्माकं न किमपि चिन्तनमस्ति. धीराः कस्माच्चित् कर्मणः व्यतिचलन्ति. पश्यन्तु शब्दकोशे, व्यतिचलन्ति इति अस्य कः अर्थः? तादृश अर्थः भवेत् कस्माच्चित् इति मम चिन्तनमस्ति. अस्तु, दोषः तत्र, तत्र उपरि दोषः स्यात्. अस्तु अस्तु अस्तु, तर्हि सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः महोदय.